सर्वेभ्यो नमः. अस्माकं प्रवर्तमानविषयः अस्ति अव्ययानि इति. गतवर्गे अस्माभिः एका कथा पठिता. तस्यां कथायां अव्ययानि अनेकानि आसन्. तत्र कीदृशपदानि अव्ययानि, कीदृशानि पदानि अव्ययानि इत्युक्ते, तत्र तुमुन्रूपं, स्वान्तरूपम्, इति, इव, एव, अपि, तदनन्तरं यथा तथा, यदा तदा, तादृशपदानि सर्वाणि अव्ययानि. अव्ययम् इत्युक्ते किं? तत्र गीताञ्जलि भगिनि, अव्ययम् इत्युक्ते किं भगिनि? अव्ययम् इत्युक्ते यस्य परिवर्तनं, यस्य पदस्य किमपि परिवर्तनं न. हा, विभक्ति, विभक्तिरूपरूपं रूपे भेदः नास्ति. त्रिषु लिङ्गेषु, त्रिषु पुरुषेषु, अपि च त्रिषु वचनेषु समानेव, समानरूपमेव. समीचीनं भगिनि. हा, समानरूपमेव. अतः तत् अव्ययम् इति अस्माकं चिन्तनं. समीचीनं भगिनि. हा, समीचीनं. तत्र परिवर्तनम् एव न भवति, व्ययः नास्ति, अथवा न व्येति इति. तद् अव्ययम् इति गतवर्गे वयं पठितवन्तः. तत्र पुटसङ्ख्या 158 मध्ये अवधेयम् इति यदस्ति, तत्र एतद् दत्तमस्ति. तत्र अवधेयम् इत्युक्ते तत्र लिङ्गभेदः नास्ति, विभक्तिभेदः नास्ति, वचनभेदः नास्ति इति सर्वं दत्तमस्ति. हा, महोदय, यस्य पदस्य व्ययति नास्ति इति. व्ययति, व्ययति, व्ययः नास्ति, व्ययः नास्ति, नास्ति, अपि च व्ययति नास्ति. व्ययति इति तत्र क्रियापदं दत्तमस्ति. य न व्ययति इति. अस्तु, अस्तु. व्ययति इत्युक्ते व्ययः भवति इति. अस्तु, अस्तु, धन्यवादः. अस्तु, अतः तत्र अस्माकं विषय, अद्यतनविषयः अस्ति केचन कानिचन अव्ययानि, पुनः तेषां पुनस्मरणम् इति. यथा तत्र वयं यथा तदा, यथा तथा अभ्यासपुस्तके अपि दृष्टवन्तः. तदेव पुनरेकवारं तस्य प्रयोगः अत्र भवति. तद् तत्र नूतनतया किमपि नास्ति इति मन्ये, किन्तु प्रयोग अभ्यासः भवति. तदनन्तरं तृतीयविभक्ति इति विषयः भवति. किन्तु अव्ययम् इति कृत्वा तत्र अव्ययानाम् उदाहरणम् इति. तावदेव. सरला भगिनी, नमस्कारः, स्वागतम्. अस्तु, अस्तु, तर्हि तत्र अव्ययम्, अव्ययस्य अभ्यास, अव्यया अभ्यासात्, अभ्यासात् पूर्वं तत्र कथायाः विषये किञ्चित् चर्चां कुर्मः. तत्र अहं, तत्र गृहपाठः कः आसीत् इत्युक्ते, तत्र पञ्चवाक्यानि कथायाः विषये, कथासारांशरूपेण पञ्चवाक्यानि लिखतु इति. तत्र कः प्रथमतया वक्तुम् इच्छति? नरेश् महोदय वा? नरेश् महोदय, न कृतम्? अस्तु, अस्तु महोदय, चिन्ता मास्तु. अस्तु, अरुणा भगिनी वक्तुम् इच्छति वा? अहमपि कार्यं, गृहकार्यम्. अस्तु, अस्तु, गृहपाठे न कृतवती, चिन्ता मास्तु भगिनी. अस्तु, रघुपति महोदय वक्तुम् इच्छति वा? क्षम्यता महोदय, अहमपि. अस्तु, अस्तु, अस्तु, चिन्ता मास्तु. अहमपि न कृतवती. अस्तु तर्हि, किन्तु किन्तु एकं कुर्मः. तत्र एकमेकं वाक्यम् अहं पृच्छामि, एकम् अथवा वाक्यद्वयं वदन्तु, तथैव वयं पूर्णकथा कुर्मः. हा, अस्तु. अतः तत्र अरुणा भगिनी, आरम्भे किं भवति कथायां, के सन्ति इति, तत्र कथायाः बेक्ग्रौण्ड् इति किं कुर्मः तत् स्थापयतु कथा. एकः पुरुषः ऋषिः आसीत्. तस्य गुणः वर्णनं सः गुणवान् सः गुणवान् देवलः तस्य नाम देवलः सरलरूपेण सर्वं मास्तु भगिनि सरलरूपेण एकः ऋषिः आसीत् तस्य नाम देवलः पुत्री नाम सुवर्चला तस्य पुत्री पुत्री आसीत् तस्याः नाम सुवर्चला गुणवती अपि अस्ति. हा इदानीं तत्र तदनन्तरं किम् अस्ति तत्र किं सन्दर्भः कः इत्युक्ते सिचुवेशन् सन्दर्भः कथायाः सन्दर्भः कः तत्र सुवर्चला बालिका वा युवती वा किं युवती इदानीं सुवर्चला युवती अतः ततः देवलः ततः देवलः पृच्छति पुत्री कस्मै ददामि इति सः इति तस्य मनसि भवति प्रश्नः भवति सा किं वदति सुवर्चला किं वदति इदमेव पितः माम् अन्धाय अनन्धाय देहि इति सुवर्चला वदति. अस्तु सुवर्चला इति वदति. हा इदानीं तत्र अग्रे रघुपतिमहोदय अग्रे वदति वा किं भवति इति. यदा पुत्री उक्तवती माम् अन्धाय अनन्धाय देहि इति तत् कृत्वा तस्याः पिता वदति किं त्वम् उन्मत्ता इव वदसि इति. सत्यं परन्तु न इति उक्त्वा सत्यम् एव वदामि इति वदति सत्यं सा वदति अहं सत्यमेव वदन् अस्मि अतः तथैव करोतु इति उक्तवती. तदनन्तरं सः किं करोति अस्तु अहं यथा भवती उक्तवती तथैव करोमि इति सः ऋषिकुमारान् आह्वयति अनेकान् ऋषिकुमारान् आह्वयति आगच्छन्ति परन्तु सुवर्चलायाः पितोः वचनं श्रुत्वा अन्धाय भवसु यः कोऽपि अन्धः अपि आनन्दः अपि अस्ति चेत् तस्मै अहं मम पुत्रीं दास्यामि इति वदति तत्र ऋषिकुमारः विस्मितः भवन्ति खिन्नाः अपि भवन्ति प्रतिगच्छन्ति समीचीनं महोदय. अग्रे वदति चेत् वदतु महोदय. अनन्तरं तत्र तदा कदाचित् अतः कदाचित् अनन्तरं श्वेतकेतु नाम एकः न्यायकोविदः न्यायविशारदः ऋषिकुमारः आगच्छति. सः बुद्धिमान् अस्ति. सः एतत् श्रुत्वा वृत्तान्तं जानाति. एतत् किं जानाति. सः देवलसाश्रमम् आगच्छति. देवलः ऋषिकुमारः अस्ति अतः तं सम्पूज्य वदति अहम् उद्दालकस्य पुत्रः अस्मि. उद्दालकस्य पुत्रः सोरि देवलः तं विधि पुत्रीम् उक्त सः पुत्रीं देवलः जानाति. श्वेतकेतु उद्दालकस्य पुत्रः अस्ति, सः महाप्राज्ञः अस्ति, इत्युक्ते ज्ञानी अस्ति, तं वरय इति. तदा तत् पुत्री वदति, एतत् श्रुत्वा वदति, अहं कथं कुपिता भवति किमर्थमिति चेत् सा तदा श्वेतक वदति अहम् अन्धः अस्मि, आनन्दः अपि अस्मि इति. कथं यत् पृष्टे सति सा वदति, अहं वयं परमात्मनः कारणादेव अहं जीवात्म परमात्मना कारणादेव अहं पश्यामि, शृणोमि, जिघ्रामि, किमपि कार्यं करोमि तस्मात् कारणात् सर्वं भवति. परमात्मा एव चक्षुः, वस्तुतः सा एव पश्यति, अहं न पश्यामि, सः तेन एव वयं परमात्मना चक्षुष एव वयं पश्यन् अहं पश्यन् अस्मि. अतः अहं अन्धः अस्मि, अहम् अन्धः अस्मि इति वदति. यतः परमात्मा एव चक्षुः, सः एव पश्यति इति. सः एव पश्यति, अतः एवम् अहं जीवात्मा अनन्दः अपि इति किमर्थम् इति तत् अनन्दः अपि, किन्तु मम स्मरणं नास्ति, चिन्ता मास्तु महोदय. अस्तु, संशयरूपी कदापि संशयः न भवति, अतः संशयभावरूपं चक्षुः मम अस्ति, अहं संशयः न करोमि, मम कदापि संशयः न भवति, कदापि मम संशयः न भवति, अहं न पश्यामि इति. परमात्मा एव पश्यति, अहं न पश्यामि इति मम कदापि संशयः संशयः न भवति इति न्यायशास्त्रे कथं वदामः, चक्षुः मम अस्ति, संशयाभावरूपचक्षुः अस्तु अस्ति मम अस्ति, अतः आनन्दः इति अहं द्रष्टुं शक्नोमि, अहमेव पश्यामि, अहमेव पश्यामि, अतः अहम् अन्धः नास्मि, अहम् आनन्दः, अतः अहम् अन्धः अपि अस्मि, आनन्दः अपि अस्मि इति. विवाहं कर्तुं योग्यः अस्मि. एतत् श्रुत्वा स्वर्चला किं करोति, सन्तुष्टा अभवत्. सः वदति, एषः मह्यं रोचते, मया एषः वृतः अस्ति, मम सेलेक्टेड् अस्ति, अतः एतस्मै ददातु, माम् एतस्मै ददातु इति, विवाहं करोतु एतस्य एतेन सह, एतेन सह मम विवाहं करोतु इति. पितापि सन्तुष्टः अस्ति, करोति, सः अपि विवाहं कृत्वा ते दीर्घकालं यावत् सुखेन गृहस्थाश्रमे जीवन्ति अथवा जीवन्तौ इति. जीवन्तौ समीचीनं महोदय, धन्यवादः. बहु समीचीनमस्ति. अस्तु, भवान् उक्तवान् न कृतवान् इति, किन्तु अतः कथायाः पुनस्मरणं जातम् इति मन्ये. कोऽपि प्रश्नः अस्ति वा कथायाः विषये? सर्वे अवगच्छन्ति वा कथां? सर्वे अवगच्छन्ति खलु. अस्तु, अस्तु तर्हि इदानीम् अग्रे गच्छामः अग्रिमपुटे पुटसङ्ख्या 158 तत्र महोदय वृत्तान्तम् इति पुंलिङ्ग पदम् अस्ति वृत्तान्तः इति मन्ये भगिनि वृत्तान्तः इति चिन्तयामि वृत्तान्तम् इति कर्मपदमस्ति श्रुत्वा वृत्तान्तं वृत्तान्तः इत्युक्ते यत्यत् अभवत् यत्यत् अभवत् किन्तु अतः अत्र अधोभागे मया एषः वृतः वृतः वृतः तद् तत् तद् कर्मणि प्रयोगरूपम् अहम् एतं चिनोमि इति अहम् एतं चिनोमि हि हस् बीन् सेलेक्टेड् बै मी इति अर्थे धातुर् समानेव नास्ति वृत्तः अपि च वृत्तान्त धातु भिन्न महोदय तत् अत्र वृत्तान्तभिन्नपदं वृतः भिन्नपदं भगिनि वृत्तान्तः प्रायशः वृत्तः इति अस्ति खलु वृत्तः इति तत्र तत्र अन्यत् पदमपि अस्ति खलु वृत्तः इत्युक्ते सर्कल् इति वृतः अस्ति वृत्तः अस्ति वृत्तान्तः अस्ति वृत्तः तत्र द्वित्वमस्ति द्वित्वमस्ति तकारे अपि च वृतः इत्युक्ते सेलेक्टेड् और् चोसन् इति भूतकाले एव तत्र पठितः इति रूपं पठितः अथवा पठितः दृष्टः वृक्षः पठितं पुस्तकं लट् लट् लट् रूपं न न तत्र कर्म भूतकालरूपं किन्तु कर्मणि अर्थे अस्ति तत्र गतवान् पठितवान् तत्र अहं तत्र भवती पठति पुस्तकं पठति भवती पुस्तकं पठितवती किन्तु एतत् पुस्तकं भवत्या पठितं पुस्तकं खलु पुस्तकं किं भवति भवत्या पठितं पुस्तकं भवती का भवती पुस्तकं पठितवती खलु तद् भवती पुस्तकं पठितवती किन्तु कीदृशपुस्तकम् इत्युक्ते पठितं पुस्तकं केन पठितं पुस्तकं भवत्या पठितं पुस्तकं रेड् बुक् द बुक् रेड् बै यू इति तादृशार्थे एषः कीदृशः एषः वृतः सेलेक्टेड् केन अथवा कया मया वृतः यथा पठति लट् रूपं वृत्ति तत्र क्रियापदं न जानामि भगिनि द्रष्टव्यमस्ति वृतः इति तत्र क्रियापदं द्रष्टव्यमस्ति किन्तु एतत् कर्मणि रूपम् अस्ति अत्र कर्मणि लोट् कर्मणि लोट् इति कर्मणि लङ् न लङ् नास्ति भूतकाले एव अस्ति किन्तु तत्र पठितम् इति तादृशरूपम् इति चिन्तयति इदानीं लकारः नास्ति नामपदमेव मया ग्रन्थः पठितः अथवा मया पुस्तकं पठितं तादृशरूपम् अस्ति भगिनि अत्र ग्रन्थः पठितः कीदृशः ग्रन्थः पठितः ग्रन्थः मया पठितः ग्रन्थः तादृशार्थे तद् अग्रे आयाति गीतासोपने द्वितीयभागे एतादृशप्रयोगः आयाति अग्रे कथा पठिता सत्यं एषा कथा अस्माभिः पठिता कथा अस्माभिः ते सर्वे कर्मणि अर्थे कर्मण्यर्थे सत्यम् अतः एव तत्र मया एषः वृतः इति अस्तु अग्रे गच्छामः वा अन्यप्रश्नः अस्ति वा अन्यप्रश्नः अस्तु अतः तत्र अग्रिमे पुटे तत्र वयं अपि इति विषये तत्र उदा अपि इति उदाहरणमस्ति अव्ययस्य, तत्र एकवारं तत् कोष्टके दस्ति तत् पठित्वा तदनन्तरं यदा तदा इति रूपाणि पश्यामः. तत्र नरेश महोदय, अपि इति उदाहरणस्य विषये वाक्यानि दत्तानि सन्ति. कृष्णः अपि युध्यते, श्वेतना सेना अपि युध्यते, सैन्यम् अपि युध्यते. तत्र वाक्यत्रयम् अस्ति खलु महोदय, तत्र किं प्रदर्शितमस्ति तत्र? कृष्णः अपि युध्यते, प्रसन्ना अपि युध्यते, सैन्यम् अपि युध्यते, त्रीणि युध्यते, परन्तु कृष्णः पुल्लिङ्गः अस्ति, प्रसन्ना स्त्रीलिङ्गः अस्ति, सैन्यं नपुंसकलिङ्गः अस्ति. अतः किं भवति तत्र रूपपरिवर्तनं नास्ति, समानरूपम् अस्ति. अपि इति पदम् अव्ययम् अस्ति, तत्र लिङ्गभेदः नास्ति तस्य इति. समीचीनं महोदय. इदानीम् अग्रे सप्तसु विभक्तिषु कृष्णः अपि पश्यति, कृष्णम् अपि पश्यतु भवान्, कृष्णेन सह अपि गच्छामि, कृष्णाय अपि देहि, कृष्णात् अपि स्वीकरोतु, कृष्णस्य अपि अनुग्रहम् इच्छामि, कृष्णे अपि भक्तिः अस्तु. सप्तसु विभक्तिषु कृष्णस्य अस्ति, परन्तु अपि सर्वत्र अस्ति, अव्ययम् अस्ति. तत्र कृष्ण इति पदस्य विभक्तिपरिवर्तनं भवति, किन्तु अपि इति पदस्य परिवर्तनं न भवति, अतः तत् अव्ययम् इति अस्ति. समीचीनं महोदय. अपि अन्तिमं तत्र त्रिषु वचनेषु इति त्रिषु वचनेषु योधः अपि युद्धं करोति, योद्धौ अपि युद्धं कुरुतः, योद्धाः अपि युद्धं कुर्वन्ति. योद्धः एकवचनमस्ति, योद्धौ द्विवचनमस्ति, योद्धाः बहुवचनमस्ति, परन्तु अपि सर्वत्र अस्ति, तत्र परिवर्तनः न भवति. परिवर्तनं न भवति, समानरूपं समानरूपम् अस्ति. एतेषु सर्वेषु वाक्येषु अपि इत्यस्य कोऽपि विकारः नैव जातः, तत् सर्वत्रापि समानतया एव अस्ति, अव्ययानि एवमेव तिष्ठन्ति. इति समीचीनं महोदय, धन्यवादाः. अतः वयं जानीमः अपि इति अव्ययमस्ति, यथा अपि इति पदस्य समानरूपं सर्वत्र भवति, तथैव सर्वाणि अव्ययानि अपि एवमेव तिष्ठन्ति, रूपपरिवर्तनं कदापि न भवति. वचनभेदेषु न भवति, विभक्तिभेदेषु न भवति, लिङ्गभेदेषु अपि न भवति परिवर्तनम्. इति इदानीं धन्यवादः महोदय. इदानीम् अन्यानि अव्ययानि पश्यामः. प्रथमतया यदा तथा इति, एतत् अभ्यासपुस्तके अपि वयं कृतवन्तः. तत्र अस्तु, इदानीं तत्र गीताञ्जलि भगिनी पठति वा तत्र उदाहरणम्? आम् महोदय. यदा तदा, यथा तथा, यत्र तत्र इत्यादीनि नित्यसम्बन्धीनि अव्ययानि. सम्बन्धानि क्षम्यतां महोदय. इत्यादीनि नित्यसम्बद्धानि अव्ययानि. तन्नाम यत्र यदा इत्यस्य प्रयोगः अस्ति तस्मिन् वाक्ये तदा इत्यस्य अपि प्रयोगः भवति। इत्युक्ते तत्र नित्यसम्बद्धानि अव्ययानि, सम्बद्धः इत्युक्ते तयोः मध्ये सम्बन्धः अस्ति, नित्यं भवति सम्बन्धः। कीदृशः इत्युक्ते यदा इति वाक्ये भवति तस्य प्रयोगः भवति, तस्मिन् वाक्ये अन्यत् पदं किं भवति, तदापि, तदापि वाक्ये भवति। यथा इति वाक्ये भवति चेत् भवति, यत्र इति पश्यामः, यत्र इति वाक्ये पश्यामः तत्र अपि भवति इति जानीमः, यत्र तत्र। अतः तयोः मध्ये सम्बन्धः अस्ति, सम्बन्धः नित्यः इति कृत्वा नित्यसम्बद्धानि पदानि अथवा नित्यसम्बद्धपदद्वयम् इति। अस्तु, हा अस्तु भगिनि, तत्र एव यदा तदा इति उदाहरणानि। यदा तदा उदाहरणं, यदा ज्ञानसूर्यः उदेति तदा हृदयकमलं विकसति। सुन्दरम्, अवगच्छति खलु भगिनि? आं महोदय, ज्ञानसूर्यः उदेति इत्युक्ते सूर्यरूपं ज्ञान उदेति इत्युक्ते आयाति अपि च उत्पत्ति किं किम् उदेति इति इत्युक्ते उदयम्, उदयः भवति, उदयः भवति इत्युक्ते रैज़, सन्रैज़, रैज़, तदा हृदयकमलं विकसति इत्युक्ते हृदये कमलं विकसति इत्युक्ते कथं वदामः महोदय, मेटाफोर् कथं वदामः इति, मेटाफोर् मेटाफोर् इति तत्र किमस्ति, सूर्यास्तसमये उदयसमये कमलम् इच्छति तादृश तथा हृदयकमलं विकसति, आनन्दं भवति, अनुभवामः इति। समीचीनं भगिनि, अग्रिमवाक्यं तत्र, यदा तमः वर्धते तदा व्यामोहः भवति, विपरीतार्थकः महोदय। यदा तमः वर्धते इत्युक्ते ज्ञानसूर्य उदेति न किन्तु तमः वर्धते, तदा व्यामोहः भवति इत्युक्ते किमपि हृदयसन्तोषः न अनुभवति, अनुभवामः। समीचीनं भगिनि, तत्र अतः तत्र किं यदा तदा इति इदानीम् उदाहरणं दृष्टवन्तः, तत्र यदा इति पदमस्ति, तदनन्तरम् एकं वाक्यमस्ति, तदनन्तरं तदा इति पदमस्ति, तदनन्तरम् अन्यत् वाक्यमस्ति, अत्र तयोः मध्ये कः सम्बन्धः? वाक्यद्वयमस्ति, तयोः मध्ये कः सम्बन्धः? यदि एकं प्रथमं भवति, प्रथमं भवति, यदि प्रथमं कार्यं भवति द्वितीय किमपि कार्यम् अवश्यं भवति, भवति तद् प्रथमकार्यस्य अनन्तरं द्वितीयकार्यं भवति एव, भवति एव। समीचीनं भगिनि, अतः तत्र तादृशसम्बन्धः अस्ति यदा तदा। अपि च द्वयोः सम्बन्धे किमपि काल इति नास्ति, भवितुम् अर्हति, किमपि भूतकालरूपं भवतु किमपि भवतु, हा तत्र कोऽपि नियमः नास्ति. एतादृशवाक्यस्य वर्तमानकाले एव प्रयोगः भवति इति किमपि तादृशनियमः नास्ति. नियमः नास्ति. यथा यथा त्वान्तरूपं योजयित्वा द्वितीयकार्यम् अपि भवति, किन्तु सर्व ते अपि तत्रापि तत्रापि त्वान्तरूपेपि किमपि नास्ति, कोऽपि नियमः नास्ति. कालस्य कालस्य नियमः नास्ति. सत्यं भगिनि, सत्यं. इदानीं तत्र अग्रे अपि प्रथम अभ्यासः तत्र उदाहरणं पठित्वा द्वितीयं करोति वा? आं महोदय. अभ्यासः यदा तदा अव्यययोः योजनेन वाक्यानि रचयत. अर्जुनः विषीदति, कृष्णः सान्त्वयति. यदा अर्जुनः विषीदति तदा कृष्णः सान्त्वयति. तदेव भगवद्गीता उत्पन्ना. सत्यं सत्यं भगिनि, हा सत्यं सत्यं, हा समीचीनं. धर्मस्य ग्लानिः भगवतः अवतारः. यदा धर्मस्य ग्लानिः तदा भगवतः अवतारः. तत्र क्रियापदम् अपि स्थापयितुं शक्नुमः. यदा धर्मस्य ग्लानिः भवति अपि च वर्धते तदा भगवतः अवतारः भवति. भवति, समीचीनं समीचीनं भगिनि. अस्तु, अग्रे नरेश, अरुणा भगिनी अग्रे वदति वा? धर्मस्य ग्लानिः तत् कृतं भगिनि, अग्रिमं चित्तं विनियतं योगः उच्यते. यदा चित्तं विनियतं तदा योगः उच्यते. अग्रे अग्रिमपि करोति वा? द्रष्टा अनुपश्यति भगवद्भावं प्राप्नोति. यदा द्रष्टा अनुपश्यति तदा भगवद्भावं प्राप्नोति. द्रष्टा इत्युक्ते किं भगिनि? द्रष्टा इति इत्युक्ते जानाति वा? द्रष्टृ इति. किन्तु द्रष्टा इत्युक्ते कः? द्रष्टा यः पश्यति, यः पश्यति सः द्रष्टा. सः द्रष्टा. किन्तु तत् सः साधारणतया किं किं चिन्तनं भवति? द्रष्टा इत्युक्ते यः पश्यति, पश्यति इत्युक्ते बहिः किमपि पश्यति इति चिन्तयामः. किन्तु अत्र किम् उक्तमस्ति? यदा द्रष्टा अनुपश्यति अन्ते पश्यति. भूत्वा पश्यति, अनुपश्यति तदा सः सः द्रष्टा भगवद्भावं भगवतः भावं प्राप्नोति. अस्तु, नरेश् महोदय अग्रे. महोदय, मोहकलिकं मोहकलिलं नश्यति निर्वेदः भवति. यदा मोहकलिलं नश्यति तदा निर्वेदः भवति. अस्तु, अग्रिमं धर्मस्य अधर्मस्य अभ्युत्थानं भगवतः आविर्भावः. यदा अधर्मस्य अभ्युत्थानं तदा भगवतः आविर्भावः. तत्र क्रियापदमपि स्थापयित्वा वदतु महोदय. तत्र किं क्रियापदं स्थापयितुं शक्नुमः? तत्र यथा धर्मस्य ग्लानिः तत्र अभ्युत्थानं धर्मस्य यदा धर्मस्य ग्लानिः भवति तथैव तथैव अत्रापि किं वक्तुं शक्नुमः यदा अधर्मस्य अभ्युत्थानम् अभ्युत्थानं भवति धर्मस्य भवति तदा भगवतः भवति तत्र समानार्थकः खलु धर्मस्य ग्लानिः इत्युक्ते धर्मः क्षीणं भवति अथवा अधर्मस्य अभ्युत्थानं तत्र अधर्मः वर्धते इति अधर्मः अधर्मस्य वर्धनम् अथवा धर्मस्य ग्लानिः क्षीणं भवति समानार्थकः तत्र यदा अधर्मस्य अभ्युत्थानं भवति तदा भगवतः अवतारः भवति अथवा भगवतः आविर्भावः आविर्भावः इत्युक्ते सः प्रकटं तस्य प्रकटं प्रकटरूपं भवति इति अवतारः यत् वयं द्रष्टुं शक्नुमः तत् आविर्भावः इति तस्य आविर्भावः भवति इति अस्तु हा भवति इति अस्तु अग्रे सरला भगिनी पठति वा भगिनी नमस्कारः पुटसङ्ख्या 159 मध्ये स्मः अस्तु महोदय न इच्छति चेत् चिन्ता मास्तु भगिनि इच्छति संख्या किमस्ति 159 मध्ये तत्र इदानीं तत्र नम्बर् 7 निश्चला बुद्धिः योगः भवति यदा बुद्धिः निश्चला अस्ति तदा योगः भवति अग्रिमपि भगिनि कर्मसु अनुशच्यते योगारूढ भवति यदा यदा कोऽपि कर्मसु अनुशच्यते तदा सः योगारूढः भवति हा समीचीनं भगिनि तावदेव यदा तदा इति हा धन्यवादः अस्तु तत्र नीता भगिनी पठति वा अग्रे अस्तु इन्द्रियाणि विषयेभ्यः निवर्तन्ते स्थितप्रज्ञः उच्यते यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते तदा स्थितप्रज्ञः स्थितप्रज्ञः उच्यते हा समीचीनं भगिनि अग्रिमं कामः भवति क्रोधः भवति यदा कामः भवति तदा क्रोधः भवति हा समीचीनं भगिनि धन्यवादः अस्तु अग्रे रघुपतिमहोदय रघुपतिमहोदय अस्ति वा महोदय किञ्चित् बहिः अस्मि अस्तु अस्तु अस्तु महोदय चिन्ता मास्तु चिन्ता मास्तु अस्तु अरुणभगिनी अग्रे सङ्गः भवति कामः भवति यदा सङ्गः भवति तदा कामः भवति अग्रिमपि अभयं भवति दैवी सम्पद् भवति यदा अभयं भवति तदा दैवी सम्पद् भवति अग्रिमपि करोतु भगिनि तत्र आत्मज्ञानं भवति वैराग्यं भवति वैराग्यं भवति यदा आत्मज्ञानं भवति तदा वैराग्यं भवति हा समीचीनं भगिनि अस्तु अग्रे गीताञ्जलि भगिनि महोदय अनन्तरं अस्तु अस्तु भगिनि अस्तु महोदय इदानीम् अहं सिद्धा अस्मि महोदय अस्तु महोदय अस्तु समीचीनं हा अत्र नम्बर् 14 पेज् 159 मध्ये नम्बर् 14 ओके कामान् प्रजः कामान् प्रजहाति प्रजा सोरि कामान् प्रजहाति जहाति प्रजहाति चितप्रज्ञता यदा यदा तदा इति तावदेव यदा कामान् प्रजहाति तदा चित्तप्रज्ञता भवति कामान् प्रजहाति स्थितप्रज्ञता भवति तत्र क्रियापदं न दत्तं किन्तु तत्र स्थितप्रज्ञता भवति इति वक्तुं शक्नुमः खलु तत्र प्रथमभागे प्रजहाति इति क्रियापदं दत्तम् अस्ति किन्तु द्वितीयभागे किमपि क्रियापदं न दत्तं भवति इति योजयितुं शक्नुमः तत्र अग्रिममपि करोतु महोदय ओके सर्वं नश्वरं भयं कुतः यदा सर्वं नश्वरं भवति तदा भयं कुतः सर्वं नश्वरमस्ति चेत् भयं कुतः तत्र किमपि न कर्तुं शक्नुमः इति खलु अस्तु समीचीनं महोदय अस्तु धन्यवादः अस्तु अरुणा भगिनी अग्रे पठति वा तत्र आं महोदय एतं श्लोकम् उच्चैः पठत यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् सृजामि अहं सृजाम्यहम् यदा यदा तत्र अधोभागे अपि तत्र यदा अर्थः दत्तमस्ति यदा यदा धर्मस्य ग्लानिः भवति अधर्मस्य च उत्कर्षः भवति तदा अहम् अवतारं करोमि इति श्रीकृष्णः वदति इति समीचीनं सर्वे अवगच्छन्ति खलु सर्वे जानाति इति मन्ये तद् एषः प्रसिद्धश्लोकः अस्ति इति प्रसिद्धश्लोकः अस्ति समीचीनं भगिनि धन्यवादः महोदय उत्कर्षः इति पदस्य किमपि तत्र वर्धनं भवति इति धातु अस्तु तर्हि तत्र नीता भगिनी अग्रे पठति वा यथा तथा इति वाक्यानि दत्तानि सन्ति तत्र अस्तु यथा कृष्णः वदति तथा अर्जुनः करोति यथा अश्वः धावति तथा गजः न धावति अग्रे समीचीनं अग्रे यथा वासांसि जीर्णानि भवन्ति तथा शरीराणि जीर्णानि भवन्ति यथा देहे कौमारात्यवस्था तथा आत्मनि अनेकदेहावस्था समीचीनं भगिनि अग्रिमे पुटे अपि वाक्यानि दत्तानि सन्ति तानि वाक्यानि अपि पठतु यथा रविः लोकं प्रकाशयति तथा क्षेत्री क्षेत्रं प्रकाशयति यथा अग्निः काष्ठानि भस्मसात्कुरुते तथा ज्ञानाग्निः कर्माणि भस्मसात् कुरुते यथा राजा तथा प्रजाः यथा कर्म तथा बुद्धिः यथा इच्छसि तथा कुरु धन्यवादः भगिनी समीचीनं अस्तु तत्र एकमेकं वाक्यं पश्यामः तत्र नरेश महोदय किमपि वदति वा प्रथमवाक्यस्य विषये? यथा कृष्णः वदति तथा अर्जुनः करोति. कृष्णः वदति तस्य वाक्यस्य परिपालनं पालनम् अनुसरति. हा, अर्जुनः तस्य वाक्यम् अनुसरति अथवा तस्य वाक्यस्य परिपालनं करोति. समीचीनं महोदय. हा, अस्तु, अग्रे अग्रिमं. यथा अश्वः धावति तथा गजः न धावति. हा, अश्वः धावति तत् गजः तादृशधावनं गजेन न भवति, न शक्नोति. हा, गजः तादृशधावनं न शक्नोति. समीचीनं महोदय. अस्तु, अग्रे सरला भगिनी किमपि वदति वा अग्रिमवाक्यद्वयस्य विषये? यथा वासांसि जीर्णानि भवति तदा शरीराणि जीर्णानि भवति. अत्र वासांसि इत्युक्ते वस्त्राणि. तत्र वस्त्राणि नूतन वस्त्राणि अस्ति, तदनन्तरं शनैः शनैः ते पुरातनवस्त्राणि भवन्ति, पुराणि भवन्ति. तथैव अस्माकं शरीरमपि बालकस्य शरीरं नूतन अस्ति, तत् वर्धते, तदनन्तरं व्याधि भवति, तदनन्तरं वृद्धं भवति. शनैः शनैः शरीरस्य एकमेकम् अङ्गम् अपि तस्य कोऽपि यः कार्यमस्ति तस्य न्यूनं भवति, तस्य शरीराणि अपि जीर्णानि भवन्ति. यथा देहे कौमारः आदि अवस्था तथा आत्मनि अनेकदेहा अवस्था. एकं देहम् अस्ति किन्तु तस्मिन् शिशुः, तस्य अनन्तरं युवा, तस्य अनन्तरं वृद्धा इति अवस्था आगच्छति एकस्मिन् देहे एव. किन्तु आत्मनि आत्मा अनेकदेहा अनेकदेहेषु वर्तते. अद्य अस्माकम् एकं देहम् अस्ति, एतस्य देहस्य मृत्युनन्तरम् आत्मा अन्यदेहे गच्छति इति तस्य अर्थम् अस्ति. अनेकदेहावस्था. समीचीनं भगिनि. हा, तत्र देह कौमारावस्था भवति, तत्र बाल्यावस्था, तदनन्तरं कौमारावस्था, तदनन्तरं अथवा यौवनावस्था, तदनन्तरं हा तादृश अवस्था. एक अवस्थानन्तरम् अन्या भवति. तादृश आत्मनः अपि अनेकदेह अवस्था भवति. तत्र हा देहे अवस्थाः भवन्ति, तादृश आत्मनि अपि अनेकदेह अवस्थाः भवन्ति. समीचीनं भगिनि, धन्यवादः. पुनर्पुनर्जन्म भवति, नूतनजन्मे नूतनदेहं प्राप्नुमः. समीचीनं भगिनि, धन्यवादः. हा, अस्तु, भानुचतिनी महोदय नमस्कारः. हरिः ओं महोदय, क्षम्यतां महोदय. हा, चिन्ता मास्तु महोदय. हा, टेलिकां माध्यमे अस्ति महोदय, किन्तु टेलिकां माध्यमे भग्नः जातः सम्पर्कः. क्षम्यतां महोदय, किन्तु अत्र इण्टर्नेट् माध्यमे समीचीनम् अस्ति वा? इदानीं तु टेलिकाम् एव महोदय. टेलिकाम् एव अस्ति. अस्तु महोदय, समीचीनं, स्वागतम्. गीतञ्जलि भगिनी, प्रश्नः आसीत् वा? आं महोदय, कौमारद्यवस्था इति समासः अस्ति. तत्र कौमारः आदि अवस्था, आदि अवस्था जनसन्धिः कौमारः नास्ति कौमारादि. हा, समीचीनं, सत्यं भगिनि. आदि इति अस्ति, तस्य पूर्वं किं भवति? कौमारादि अवस्था इति अस्ति. अवस्था इति अस्ति, अवस्था इति पदं कीदृशपदं, स्त्रीलिङ्गपदं, पुल्लिङ्गपदं स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् अतः तत्र तस्य विशेषणम् अपि स्त्रीलिङ्गे भवति खलु कौमारा अतः कौमारा यौवना वृद्धा वृद्धावस्था कौमारा अवस्था यौवना अवस्था इति तादृश स्त्रीलिङ्गविशेषणानि भवन्ति तत्र अतः कौमाराः कौमारा आदि अवस्था कौमाराद्यवस्था इति अरुणभगिनी समीचीनं वा एदः कः महोदय कौमारात् कौमारा अपि च कुमार कुमार सम्बद्ध इत्युक्ते यौवने इति अस्तु हा अस्तु अग्रे तर्हि भानचित्रि महोदय भवान् श्रुतवान् वा एतत् पूर्वं तत्र यदा तदा यथा यथा तथा इति वाक्यस्य पठनमपि सर्वं श्रुतं वा भवता भानचित्रि महोदय क्षम्यतां महोदय म्यूट् माध्यमे अस्मि न महोदय सारभूतवाक्यं किम् एकवारं वदतु महोदय न न यथा तथा इति एकवा अभ्यासपुस्तके अपि दृष्टवन्तः तत्र पेज् 159-160 मध्ये वाक्यानि दत्तानि सन्ति यथा तथा इति अहमस्मि महोदय तत्र हा अस्तु अस्तु अतः लोकं प्रकाशयति हा तत् तत् तस्मिन् विषये किञ्चित् वदतु तत्र यथा रविः लोकम् अपि तदनन्तरम् अग्रिमवाक्यमपि तस्मिन् विषये किञ्चित् वदतु हा यथा रविः लोकं प्रकाशयति तथा क्षेत्री क्षेत्रं प्रकाशयति हा जगति प्रसिद्धम् अनुभवः च अपि सूर्यभगवान् प्रकाशयति तस्य प्रकाशकारणेन वयं सर्वं दृश्यते तत्सर्वं दृश्यते तथा क्षेत्रे तत्र तृतीय अध्यायस्य वाक्यमस्ति महोदय क्षेत्र इत्युक्ते देहम् इति यत्कोपि वयं द्रष्टुं शक्यते तत् क्षेत्रमस्ति कथं द्रष्टुं शक्यते इत्युक्ते क्षेत्रस्य अन्तः कोऽपि अस्ति सः क्षेत्री तस्य कारणेन एव पश्यति सः एव पश्यति तेन कारणेन एव सर्वं पश्यति सः एव प्रकाशयति आत्मनः आत्मनः अर्थः भगिनि आत्मा एव आत्मा इति आत्मा एव सत्यम् आत्मा एव अत्र चैतन्यं त्रयोदश अध्यायः ओ अस्तु धन्यवादः भगिनि यथा अग्निः काष्ठानि भस्मसात् कुरुते तथा ज्ञानाग्निः कर्माणि भस्मसात् कुरुते यथा भोगी इति सङ्क्रान्तिकाले अस्ति तदा अपि वयं द्रष्टुं शक्यते काष्ठं यदस्ति काष्ठानि अग्नौ पतति चेत् तत् भस्मं भवति भस्मीभूतं भवति तथैव यत्कोपि कर्माणि सन्ति ते ज्ञानभूतं यानि कर्माणि सन्ति तत्र कर्माणि यत् यत् कर्माणि इति न किन्तु यानि कर्माणि ज्ञानाग्नि पतितुं चेत् इत्युक्ते पतितुं इत्युक्ते महोदय तत्र ज्ञानदृष्ट्या कर्म कर्तुम् अर्हति इति तथा करोति चेत् करोति किन्तु तस्य बन्धनं दग्धं भवति अतः कार्यं कार्यबन्धनं न तत्र तत् नूतनकर्म न तेन उत्पद्यते, तेन नूतनकर्म न उत्पद्यते अथवा नूतनबन्धनं न उत्पद्यते इति वा? वदतु भगिनि. सर्वमपि भस्मी भवति ज्ञानानन्तरं विदेहमुक्ति भवति. तत् समये सञ्चितकर्म सर्वमपि भस्मी भवति, भस्मं भवति तस्यैव ज्ञानाज्ञेन. भञ्चतनि महोदय. महोदय समीचीनं वा? कर्मबन्धनं तस्य मोक्षं भवति. कर्मानुबन्धेन मनुष्यलोके इति अस्ति खलु, अतः कर्मणा बन्धनस्य मुक्तिः भवति इति तदर्थे अहं चिन्तयामि. बन्धनं नास्ति चेत् आम्. सरला भगिनी किमपि वक्तुम् इच्छति वा तत्र? ज्ञानादि तत्र यः ज्ञानं प्राप्नोति, कीदृश ज्ञानम्? आत्मज्ञानं प्राप्नोति. आत्मज्ञानं प्राप्नोति ततः अपि किं भवति? तद् जीवनमुक्तं भवति. यदि जीवनमुक्तं भवति चेपि कानि कर्माणि यः करोति तस्य कर्मफलं नलिप्यते, तेन न लिप्यते. अतः सः पुनर्जन्म पुनर्जन्म न भवति. नूतनकर्म अपि न उत्पद्यते. चेन्नै शनैः सञ्चितकर्मस्य भवति भस्म, भस्मरूपं भवति, भस्मी भस्मीकृतं भवति तेन तस्य. अस्तु समीचीनम्. अतः सर्वे अवगच्छन्ति इति मन्ये अत्र. अस्तु तदनन्तरं यथा राजा तथा प्रजाः तु अपि अत्र भस्मसात् इति अव्ययमपि दत्तमस्ति. तदपि भस्मसात् इति वा? अव्ययमस्ति इति दत्तमस्ति. अस्तु महोदय तत्र अस्तु भस्मसात् महोदय. सात् इति प्रत्ययः अस्ति, प्रत्ययरूपं अस्ति भस्मसात्. भस्म इव सप्तमी विभक्ति अर्थ समान समान वा? न न न न न न अर्थ कः? अव्ययमस्ति. भस्म कास्नेन सम्पन्नं करोति, भस्मन् योगसाति साकल्येन भस्मरूपताकरणे इति वाचस्पत्यं दत्तमस्ति. भस्मन् योगसाति, साति इति अहं न जानामि किमपि प्रत्ययः किमपि प्रत्ययः अस्ति इति. तत्र द्रष्टव्यमस्ति भगिनि, अग्रे ज्ञास्यामः इति मन्ये. किन्तु तत्र भस्म इव इति अथवा भस्मी करोति इति रूपं तत्र तत्र शुक्लीकरोति इति जानाति खलु, अथवा कृष्णीकरोति इति रूपम् अस्ति. तत्र सत्यं भगिनि, सत्यं भगिनि. अस्तु अस्तु अन्यप्रश्नः अत्र यथा तथा इति विषये महोदय विषीदति धातु किं विषीदति? विश्वधातु विषीदति. अर्जुनः विषीदति सीदति. धन्यवाद. धन्यवादः भगिनि. तथा एव अग्रे आङ्ग्लभाषा पदं सिट् सीट् इति निष्पन्नं भवति. ईडिङ्ग् ईडिङ्ग् सीट् सिट् ईडिङ्ग् एङ्गर् सीदिङ्ग् न न महोदय न महोदय विनोदकारिका किन्तु अर्थः न अस्ति न. समीचीनमस्ति महोदय, धन्यवादः. अस्तु अस्तु, इदानीं तत्र अग्रे यथा तथा इति एव अस्ति. तत्र एतत् सर्वं वयं कृतवन्तः किन्तु पुस्तके अस्ति इति कुर्मः. अस्तु अग्रे तत्र किं कः वदति तत्र? अहं वदामि महोदय. अस्तु भगिनि, वदतु भगिनि इदानीं. यथा तथा अव्यययोः योजनेन एतेषां शब्दानां च सहायेन यथोदाहरणं वाक्यानि रचयत. तत्र एतत् पदं दृष्ट्वा भगिनि अव्यययोः इति दृष्ट्वा इदानीं मम मनसि आगच्छति योजना, अस्तु एतस्य पदस्य विभक्ति अभ्यासं करणीयम् इति. षष्टि द्विवचनं महोदय अव्यययोः. अस्तु अग्रिमवर्गे अहं सर्वान् पृच्छामि अव्ययः इति पदस्य विभक्ति रूपाणि वदन्तु. अस्तु महोदय. तत्र यकारः बहु अस्ति खलु तत्र. अस्तु अस्तु अग्रे गच्छतु भगिनि. परम् अपि च यो इति परम् अपि अस्ति अव्यययोः योजनेन. सत्यं सत्यं भगिनि. अस्तु अग्रे उदाहरणं माता पिता. यथा मम माता गायति तथा मम पिता न गायति. अग्रे राजा देशः सैनिकः. तत्र राजा योग आदेशः. आदेशः यथा राजा देशः भवति भवति तथा सैनिकः न अथवा न अथवा यत् सैनिकः पालयति आदेश तथा सैनिकः आदेशः न अथवा न करोति न करोति न करोति न करोति आदेशः न करोति न महोदय. यथा राजादेशः अस्ति तथा तथा सैनिकः आदेशः न करोति. तत्र आदेशः इति न, आदेशः इत्युक्ते आर्डर् इति. यत् यत् राज्ञा उक्तं सः आदेशः. तथैव तथा सैनिकः किन्तु सैनिकः आदेशं न परिपालयति अथवा आदेशं न अनुसरति अथवा तथा सैनिकः न करोति इति. तत्र आदेशं न करोति इति न कर्तुं न कर्तुं शक्नोति एव. अस्तु अस्तु अस्तु अस्तु, इदानीं भवत्याः भवत्याः भवती किं वक्तुम् इच्छति इति इदानीम् अवगच्छामि. समीचीनं भगिनि. यथा राजा आदेशः करोति करोति तथा सैनिकः आदेशः न करोति. तथा सैनिकः परिपालयति सैनिकः अपि तथा राजा देश स्थापयति आदेशः स्थापयति तथा सैनिकः करोति इति अपि भवती शक्नोति. तत्र विकल्पद्वयमस्ति. सत्यं भगिनि सत्यं सत्यं सत्यम्. अस्तु अग्रे नरेश महोदय करोति वा? धृतराष्ट्रः. यथा दुर्योधनः वदति धृतराष्ट्रः तथा तथा तथा किन्तु यथा दुर्योधनः वदति तथा धृतराष्ट्रः न करोति. किन्तु किन्तु महाभारते किं पश्यामः? तथा यथा दुर्योधनः वदति तथा धृतराष्ट्रः अनुसरति. यथा दुर्योधनः पश्यति तथा धृतराष्ट्र न पश्यति. तदपि वक्तुं शक्नुमः. समीचीनं भगिनि. सत्यं महोदय, यथा दुर्योधनः वदति तथा धृतराष्ट्र कार्यं करोति. धृतराष्ट्र तस्य आदेश यथा दुर्योधनः वदति तथा. महाभारतस्य कथायां तु किं यथा दुर्योधनः वदति तथैव धृतराष्ट्रः करोति. तथैव दुर्योधनः आदेशं करोति. धृतराष्ट्रः तम् अनुसरति. सत्यं सत्यं. अस्तु, अग्रे अरुणा भगिनी. हिरण्यकशिपुः प्रह्लादः. यथा हिरण्यकशिपुः आदेशः वदति अथवा वदति तथा प्रह्लादः कर्तुं न इच्छति अथवा न करोति. तथा प्रह्लादः न करोति. यथा राजा प्रजाः. यथा राजा पालयति तथा प्रजाः न अनुसरन्ति. तत्र नकारः सर्वत्र भवति इति न, किन्तु तादृशवाक्यम् अस्तु अस्तु, तादृशवाक्यं कुर्मश्चेत् यथा राजा शासनं करोति तथा प्रजाः परिपालयन्ति. इदानीं न इति तस्य उपयोगः भवति चेत् यथा राजा शासनं करोति तथा प्रजाः न शासनं कर्तुं शक्नुवन्ति समीचीनं भगिनि. अस्तु, अग्रे रघुपति महोदय. एकनिमिषं महोदय. रामः विभीषणः. रामः विभीषणः यथा रामः वदति तथा विभीषणः अनुसरति. इदानीं तत्र नकारः भवति चेत् कीदृशवाक्यं भवति? यथा रामः वीरः अस्ति तथा विभीषणः यथा रामः समर्थः अस्ति अथवा किमपि रामः युद्धं करोति तथा विभीषणः न करोति. समीचीनं महोदय. समीचीनम्. अस्तु, अग्रे यथा रामः शरणागतिं दास्यति तथा विभीषणः न दास्यति. समीचीनं महोदय, समीचीनं. अस्तु, अग्रे भवानेव वदतु महोदय, अग्रे यथोदाहरणं वाक्यानि रचयते इति. आम् महोदय, वाक्यानि रचयते. अस्तु अस्तु, भानुचैतन्य महोदय वदतु. कः महोदय? न चिन्ता. अस्तु, भवानेव वदतु, अग्रे रघुपति महोदय वदति. वदतु महोदय. धन्यवादः. यथा पूर्वं जनाः आसन् तथा इदानीं न सन्ति. यथा माता पचति तथा. नूतनवाक्यं वा महोदय? भार्या न पचति. किं भार्या अथवा अहं न पचामि? तत् सत्यं महोदय. यथा माता पचति तथा अहं न पचामि. माता पचति तथा अहमपि न पचामि. अग्रे अग्रिमवाक्यमपि. यथा अध्यापिका वदति तथा शिष्यः न वदति. शिष्यः न वदति. समीचीनं महोदय. अस्तु अस्तु, तर्हि नरेश महोदय अग्रे. यथा वैद्यः वदति तथा करोतु. अग्रे यथा नरः करोति देवः यथा नरः करोति तथा राक्षसः न करोति. हा समीचीनं महोदय. हा समीचीनं. हा नरः यथा करोति तथा राक्षसः न करोति. समीचीनम् अस्तु. अग्रे गीताञ्जलि भगिनि. गीताञ्जलि भगिनि अस्ति वा? अस्तु. अरुणा भगिनि. यदा हिमालयः अस्ति तथा अन्याः पर्वताः न उन्नताः उन्नतपर्वताः न सुन्दरं न शीतलं न सत्यं भगिनि. अस्तु. तादृशः यथा सिंहः गर्जति तथा अजः न गर्जितुं न शक्नोति. हा समीचीनं भगिनि. अस्तु. अन्तिमपि करोतु. तत्र यथा नर्तकी नृत्यति तथा अहं नृत्यं कर्तुं शक्नोमि. कर्तुं शक्नोति अथवा न शक्नोति? न शक्नोति. किं भगिनि? अहं नृत्यामि. यथा नर्तकी नृत्यति तथा अहमपि नृत्यामि. अस्तु. समीचीनं भगिनि. हा समीचीनम्. अस्तु. अग्रे तत्र इदानीं रघुपतिमहोदय, तत्र श्लोकः अस्ति, पठति वा तत्र? एतौ श्लोकौ उच्चैः पठत. यथा देशस्तथा भाषा, यथा राजा तथा प्रजाः, यथा भूमिस्तथा तोयं, यथा बीजस्तथाङ्कुरः, यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते अर्जुन, ज्ञानाग्निसर्वकर्माणि भस्मसात् कुरुते तथा. तत्र यथा देशाः, यथा तत्र पूर्वं दृष्टवन्तः खलु, यथा देशः तथा भाषा, यथा राजा तथा प्रजाः, यथा भूमिः तथा तोयं, यथा बीजः तथा अङ्कुरः. देशः अस्ति, यथा भारतदेशः अस्ति तथा तस्य भाषा अस्ति. तत्र देशे संस्कृतिः अस्ति चेत् भाषायामपि संस्कृतिः भवति, सम्बन्धम् अस्ति. यथा राजा, यथा राजा उत्तमराजा अस्ति चेत् प्रजाः अपि उत्तमः इति. यथा उत्तमप्रजाः तर्हि राजा उत्तमः भवति. तदपि अस्ति, सत्यं. डेमोक्रसि. सत्यम्. अद्य सत्यं सत्यं. यदा यथा यदा अद्य किमस्ति, यथा प्रजाः तथा राजा. तथा राजा. तथा राजा सत्यं. यथा भूमिः तथा तोयं. तोयम् इति उदकं, जलम् अस्ति वा तोयम्? तोयमिति जानवी तोयं, जलमस्ति. जानवी तोयम् जलमस्ति. यथा भूमि जलस्य, भूमि सम्यक् अस्ति चेत् जलमपि सम्यक् भवति. भूमि कलुषिता अस्ति चेत् जलमपि कलुषिता भवति. अतः यथा बीजः त तथा अङ्कुरः, यथा बीज सम्यक् अस्ति तथा अङ्कुरमपि अङ्कुरः अपि सम्यक् भवति इति. समीचीनं महोदय. अपि अग्रिमश्लोकः तदेव वयं यथा यथा एधांसि समिद्धः यथा एधांसि समिद्धः अग्निः यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन एधांसि अहं न जानामि यद् एधांसि इति समिद्ध इति समित् वा यत् काष्ठे होमे होमे यज्ञे ओके समित् समित् इति अस्तु काष्ठानि सर्वं भस्मात् करोति तथैव हे अर्जुन ज्ञान अग्नि ज्ञान अग्नि सर्व सर्वकर्माणि सर्वेषु कर्माणि तस्य नाशं करोति तस्य कर्मफलस्य कोऽपि न लिप्यते तस्मिन् अतः तस्मात् कर्माणि अपि नष्टा भवन्ति तत्रापि ज्ञानाग्नि. समीचीनं भगिनी, हा धन्यवादः. एतदेव वयं पूर्वमपि दृष्टवन्तः खलु तत्र तस्मिन्नेव पुटे अर्थमस्ति प्रज्वलति यथा हवन् कुर्मः तत्र अग्निज्वलति साधु तत् समृद्धं. एधांसि इत्युक्ते एधांसि इत्युक्ते इन्धनम् ओके इन्धनमस्ति ओके समीचीनम् अस्तु. अस्तु तर्हि तत्र यथा तथा अपि यथा तथा तत्र किमस्ति अव्यय तत्र नित्यसम्बद्ध अव्ययपदं पदद्वयं तत्र. अस्तु अग्रे गच्छामः तर्हि तत्र इदानीं सरला भगिनी अग्रे पठति वा यत्र तत्र इति. अत्र अन्य अव्यय आगच्छति यत्र तत्र स्थानं प्रति पूर्वं वयं कदा यदा कदा काल प्रति भवति इदानीं यथा तथा अवस्था प्रति अस्ति इदानीं यत्र तत्र स्थानं प्रति अस्ति यत्र पुष्पाणि सन्ति यत्र पुष्पाणि सन्ति तत्र भ्रमराः आगच्छन्ति भवन्तः यत्र वसन्ति तत्र एव संस्कृतकार्यं कुर्वन्तु यत्र दीपः अस्ति तत्र अन्धकारः न भवति यत्र धर्मः भवति तत्र विजयः भवति इति. एकं पूर्वं किं भवति तस्य फलं किम् अस्ति यत्र तत्र किं फलम् आगच्छति तत्र यत्र अनन्तरं किमपि अस्ति तस्मिन् एव स्थाने द्वितीयमपि द्वितीयक्रिया भवति एकक्रिया तत्र एव अन्यक्रिया पूर्वक्रियायाः अनन्तरं तत्र प्रथमक्रिया कुत्र भवति तत्र एव द्वितीयक्रिया अपि द्वितीयक्रिया पूर्वक्रियास्य अनुसारं यः परिमाणम् अस्ति तत् भवति. समीचीनं भगिनि. अस्तु अस्तु तत्र यत्र तत्र इति देशविषये इत्युक्ते कालस्य न किन्तु प्रदेशः यत्र कुत्र इति जानीमः यत्र एतत् किमपि भवति तत्र एतत् अन्यत् अपि भवति अथवा किमपि क्रिया भवति इति. अस्तु तर्हि तत्र नरेश महोदय पठति वा अग्रे. महोदय यत्र तत्र अव्ययोः योजनेन एतेषां शब्दानां साहाय्येन वाक्यानि रचयत. उदाहरणं रामनाम आञ्जनेयः. यत्र रामनाम सङ्कीर्तनं भवति तत्र आञ्जनेयः भवति. शर्करापिपीलिकाः. यत्र शर्करा अस्ति तत्र पिपीलिकाः भवन्ति. समीचीनम्. अग्रे शब्दः शिशुः. शिशुः यत् शब्दः श्रूयते तत् शिशुः अस्ति एव. समीचीनं महोदय. समीचीनम् अस्तु. गीताञ्जलि भगिनी अस्ति वा? न श्रूयते भगिनि. अस्तु. अरुणा भगिनी वदति वा अग्रे? भूकम्पः समाजसेवकाः. यत्र भूकम्पः भवति तत्र समाजसेवकाः आगच्छन्ति. समीचीनं भगिनि. अग्रिमं माता शिशुः. यत्र माता अस्ति तत्र शिशुः अपि. समीचीनं भगिनि. अस्तु. भानुचेतनी महोदय अग्रे. भानुचेतनी महोदय अस्ति वा? क्षम्यतां महोदय. महोदय, यत्र कृष्णः अस्ति तत्र विजयः. तत्र विजयः भवति. अग्रे यत्र धूमः अस्ति तत्र अग्निः भवति. एतद् एषः तु प्रसिद्ध अनुमानप्रमाणम्. एतत् प्रसिद्धवाक्यमस्ति. सरला भगिनी जानाति खलु भगिनी? तत्र धूमः अग्निः इति विषयं यदि न्यायशास्त्रं पठामः तत्र केवलम् एकं वाक्यम् उपयुज्य अनेकानि किं अनेकानि पुटानि किं भगिनि वदतु? बहु किमपि अनेक षड् मासं भवति केवलम् एतस्य वाक्यस्य अवगमनस्य. यत्र धूमः तत्र अग्निः इति विषये षड्मासः यावत् अथवा वर्षं यावत् संवत्सरं यावत् भवति केवलं तस्य वाक्यस्य अवगमनार्थं यत्र धूमः तत्र अग्निः इति. सत्यं महोदय. तत् बहु महत्वपूर्णवाक्यमस्ति. यत्र धूमः तत्र अग्निः इति. अस्तु. बहवः कवितापि सन्ति तत्र इति वा भगिनि? ओ आम्, हिन्दीभाषायां बहवः कविता सन्ति धूम अग्निः. ओ अस्तु अस्तु भगिनि. न ज्ञातवान्. अस्तु. समीचीनमेव अस्ति. अतः बहु उपयोगकरं वाक्यमस्ति यत्र धूमः तत्र अग्निः इति. अस्तु. अग्रे महोदय. किं महोदय? उपमानमपि भवितुम् अर्हति. अस्तु अस्तु. गृहे आगन्तुं पूर्वं कानिचित् चिह्नानि पश्यति चेत् भार्यायाः अवस्था कथम् इति ज्ञातुं शक्यते. सत्यं सत्यं सत्यं महोदय. अस्तु. सत्यं. अस्तु. अग्रे गीताञ्जलि भगिनी अस्ति वा? अस्तु. नरेश महोदय अग्रे पठति वा? आम् महोदय. पुष्पाणि सुगन्धः, यत्र पुष्पाणि सन्ति तत्र सुगन्धः भवति. अग्रे. पर्वतः वायुः, यत् पर्वतः अस्ति तत्र वायुः शुद्धः अस्ति. वायुः शुद्धः अस्ति, समीचीनं भगिनि महोदय. अस्तु, अरुणा भगिनी अग्रे. क्रीडाङ्गणं बालकाः, यत्र क्रीडाङ्गणम् अस्ति तत्र बालकाः क्रीडन्ति. अग्रे. भक्तिः देवानुग्रहः, यत्र भक्ति अस्ति तत्र देवानुग्रहः अस्ति. देवानुग्रहः भवति. भवति, समीचीनं भगिनि. अस्तु, इदानीं तत्र अधोभागे श्लोकम् एकमस्ति, तत्र भानुचित्रि महोदय पठति वा? अधोभागे श्लोकम् यत् अस्ति. महोदय, यत्र योगेश्वरः महोदय. सत्यं सत्यम्. अन्तिमश्लोकम्, आम्, भगवद्गीतायाः अन्तिमश्लोकम्. यत्र योगेश्वर कृष्णः, यत्र पार्थो धनुर्धरः, तत्र श्रीर्विजयो भूतिः, ध्रुवानीतिर्मतिर्मम. समीचीनं महोदय. अस्तु, अग्रिमपि पठतु महोदय, तत्र अग्रिमं पठतु. तत्र यत्र यत्र यत्र यत्र रघुनाथकीर्तनं, तत्र तत्र कृतमस्तकाञ्जलिं, भाष्पवारि परिपूर्णलोचनं, मारुतिं नमत राक्षसान्तकम्. तत्र अर्थः अपि दत्तमस्ति महोदय, तदपि एकवारं पठतु. योगेश्वरः कृष्णः, धनुर्धारी अर्जुनः च, यत्र भवतः तत्र लक्ष्मीः, विजयः, सम्पत्, अचलनीतिः च निश्चयेन भविष्यन्ति इति मम अभिप्रायः. सञ्जय वदति. अन्यमपि वक्तुं शक्यते महोदय, च भविष्यन्ति इति मम निश्चित अभिप्रायः. अस्तु अस्तु. अग्रिममपि महोदय. यत्र यत्र श्रीरामचन्द्रस्य कीर्तनं भवति, तत्र तत्र हनुमान् भवति. सः मस्तके अञ्जलिं निधाय तिष्ठति. तस्य नेत्रे भाष्पाञ्जलेन पूर्णे भवतः. तस्य राक्षसनाशनस्य हनुमतः नमस्कारं कुर्वन्तु. समीचीनं महोदय, धन्यवादः. अस्तु, एतत् समीचीनस्थलम् अस्ति इति मन्ये. अग्रिमवर्गे तत्र अन्यत् श्लोकं यत् अस्ति, अग्रिमवर्गे आरम्भे पठामः. अस्तु, तर्हि बहु उत्तम श्लोकमस्ति. अस्तु, अतः तत् अग्रिमवर्गे आरम्भे पठामः. अस्तु, तर्हि अन्यप्रश्नः अस्ति वा? तत् पूर्वं गतसप्ताहे यत् कथाम् अपठं महोदय, मिलित्वा तु भारतीयनार्याः अवस्था कथम् इति दर्शयति भारतदेशे. सत्यम् उत्तमम् इति. सत्यं सत्यं महोदय, सत्यं सत्यं महोदय. अतः अस्तु, किं भगिनि प्रथमं श्लोकम् अस्ति विद्यार्थी शिष्यं पृच्छति कथं चक्षुषा पश्यामि कथम् अहं कर्णैः शृणोमि इति. तस्य उत्तरमस्ति श्रोतेः श्रोत्रः, चक्षुषा चक्षुष श्रोत्र किम् अस्ति तत् भवति तस्य केनोपनिषदेव आधारः अस्ति अस्याः कथायाः इति. ओ अस्तु अस्तु अस्तु अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु हा अस्तु, धन्यवादः. ओ समीचीनं भगिनि, न ज्ञातवान्. केवलं चक्षु दत्तम् अस्ति, तत्र सर्वे इन्द्रियाणि दत्तम् अस्ति, मनः प्राणः सर्वे. ओ अस्तु अस्तु अस्तु, बहु समीचीनमस्ति, बहु समीचीनमस्ति. शुभरात्रि भगिनि, धन्यवादः. धन्यवादः, नमस्कारः. हरिः ओं महोदय, हरि ओं महोदय, नमस्कारः, धन्यवादः महोदय. हा